ॐ सरस्वती महाभागे विद्ये कमलोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति कृत्प्रत्ययाः अपि सार्वधातुकाः अर्धधातुकाः च। सार्वधातुकम् अर्धधातुकम् इति संज्ञाद्वयं धातु तः ये प्रत्ययाः विधीयन्ते तेषां कृते सार्वधातुक् तेषां प्रत्ययानां कृते सार्वधातुकम् आर्धधातुकम् इति संज्ञा। धातोः अनन्तरं न केवलं लकारस्य स्थाने तिवादयः विधीयन्ते, धातोः अनन्तरं कृत् अपि विधीयन्ते। सुकृत् प्रत्ययानां कृते अपि सार्वधातुक् आर्धधातुक् इति संज्ञा भवति। ये कृत् प्रत्ययाः षित् सन्ति ते सार्वधातुक् प्रत्ययाः तिंषित् सार्वधातुकम् इति सूत्रेण, ये प्रत्ययाः अषित् तेषां कृते अर्धधातुकं शेषः इति सूत्रेण अर्धधातुकसंज्ञा। लकारेषु वयं दृष्टवन्तः तत्र दशलकाराः सन्ति, एतेषु दशसु लकारेषु तत्र भागद्वयं कृतं मातृभिः। तत्र अर्धधातुकलकाराः सार्वधातुकलकाराः, सो सार्वधातुकलकार यद्यपि लकाराणां कृते लकाराः अपि प्रत्ययाः, परन्तु लकाराणां कृते ग्रन्थे शास्त्रे अष्टाध्यायीग्रन्थे तादृशसंज्ञा नास्ति सार्वधातुकलकार अर्धधातुकलकार, परन्तु तादृश एव सार्वधातुकनिमित्तीकृत्य एव लकारेषु कार्यं भवति, केषुचित् लकारेषु कार्यं भवति, अर्धधातुकनिमित्तीकृत्य तत्र कार्यं भवति। अतः मात्रा किं कृतं सार्वधातुकलकाराः अर्धधातुकलकाराः इति भागद्वयं कृतं। सो लट् लोट् लङ् विधि लिङ् एते चत्वारि लकाराः सार्वधातुकलकाराः, अन्य षट् लकाराः अर्धधातुकलकाराः। सो यथा तत्र अत्र अस्माभिः पठितम् एतत् सर्वं, सार्वधातुकलकाराः इत्युक्ते किं, सार्वधातुकलकारः मुख्यरूपेण यत्र कर्तरि शप् इति सूत्रस्य येषु लकारेषु यस्मिन् लकारे कर्तरि शप् इत्यस्य प्रसक्तिः भवति, सूत्रस्य प्रसक्तिः भवति, तत्र सः सार्वधातुकलकारः। केनचित् कारणेन षट्सु लकारेषु स कर्तरि शप् इत्यस्य प्रसक्तिः न भवति, अतः तत्र अर्धधातुकप्रक्रिया भवति। समानचिन्तनं कृत्प्रत्ययेषु अपि भवति। यः कृत्प्रत्ययः सार्वधातुकसंज्ञकाः संज्ञकाः तत्र कर्तरिष्टप् इत्यस्य सूत्रस्य प्रसक्तिः भवति, अपि च तत्र कर्तरिषप् इति सूत्रस्य प्रसक्ति भूत्वा तत्र घनविकरणप्रत्ययस्य विधानं भवति एव कृत्प्रत्ययेषु। सो यथा लकारेषु तत्र सार्वधातुकलकाराः अर्धधातुकलकाराः इति भागद्वयं भवति, तथैव कृत्प्रत्ययेषु अपि भवति। कृत्प्रत्ययः कृत्प्रत्ययः सार्वधातुक यथा शत्रुशानच् तत्र घनचिन्तनम् अवश्य भवति, अवश्य अस्माभिः करणीयम्। सो तत्र घनविकरणाः मध्ये आयान्ति। सो धातु यस्य गणस्य धातुः अस्ति, धातुपाठे पाणिनिमहर्षिणा तत्र दशगणाः दत्तानि। सो तेषां तत्र कस्य गणस्य धातुः अस्ति तस्य गणस्य विकरणप्रत्ययः एव तत्र शत्रुप्रत्ययस्य निमित्तीकृत्य अपि मध्ये आयाति। सो अतः तत्र कृत् प्रत्ययेषु अपि सार्वधातुकृत् अर्धधातुकृत् इति आदौ एव अस्माभिः चिन्तनं करणीयम्। यः सार्वधातुकृत् अस्ति तत्र गणचिन्तनं करणीयं, यः अर्धधातुकृत् अस्ति तत्र गणचिन्तनं न करणीयं, कस्य गणस्य धातु इति तत्र न आवश्यकम्। एतादृशचिन्तनं न आवश्यकं. सो शत्रुविषये वयं दृष्टवन्तः, शत्रुप्रत्ययशकारस्य इत् अस्ति, अतः शित्वात् शत्रुप्रत्ययः सार्वधातुकसंज्ञक भवति, अतः तत्र कर्तरि शब् सार्वधातुके. अपि च शत्रुप्रत्ययः कर्तरिप्रयोगे अस्ति चेत् तस्य तत्र कर्तरि शब् सार्वधातुके इति सूत्रस्य प्रसक्तिः भूत्वा मध्ये शप् प्रत्ययः विधीयते. अनन्तरं शप् प्रत्ययस्य कर्तरि शप् इति सूत्रस्य कृते अन्यानि तत्र बाधकसूत्राणि सन्ति, दिवादिभ्यः शन्, सुदादिभ्यः शः. सो कुत्रचित् शपं प्रबाध्य भिन्नभिन्नविकरणाः मध्ये आयान्ति धातु अनुसृत्य. यस्य गणस्य धातु तस्य गणस्य विकरणप्रत्ययः एव मध्ये आयाति. सो विकरणप्रत्ययः इति वदामः चेत् तेषां कृते अपि सार्वधातुकसंज्ञा अर्धधातुकसंज्ञा भवति, बिकास् तेषां विधिः अपि धातोः अनन्तरम् अस्ति. सो धातोः अनन्तरं यस्य यस्य प्रत्ययस्य विधिः अस्ति तस्य कृते एव सार्वधातुक अर्धधातुक इति संज्ञा अस्ति. सो विकरणानां कृते अपि सार्वधातुक अर्धधातुक संज्ञा अस्ति. अस्माभिः दृष्टं तत्र ये गणविकरणाः, यद्यपि तत्र दशगणाः सन्ति तथापि तत्र दशविकरणाः न, भुवादिगणे शप् एव तिष्ठति, अदादिगणे ज्योत्यादिगणे शप् लुक् भवति, शप् श्लु भवति, तत्र शप् न तिष्ठति. कोऽपि अन्यविकरणः अपि मध्ये न आयाति. चुरादि यः दशमगणः अस्ति तत्रापि शपस्य एव विधानं, परन्तु शपं प्राक् तत्र निच् प्रत्ययस्य विधिः अपि अस्ति, परन्तु निच् विकरणप्रत्ययः नास्ति, निच् तु सरादिप्रत्ययः अस्ति. अतः विकरणप्रत्ययेषु, गणविकरणप्रत्ययेषु तत्र एकमेव विकरणप्रत्ययः यः अर्धधातुक अस्ति सः उकारः, उ इति प्रत्ययः. सो तनादिकृण्भ्यः उः इति सूत्रेण यः उः प्रत्ययः आयाति तनादिगणस्य धातूनां विषये, सः तत्र अशित् प्रत्ययः अस्ति, अतः अर्धधातुकसंज्ञा. अन्य सर्वे विकरणप्रत्ययः गणविकरणप्रत्ययः सार्वधातुकसंज्ञकः. सो विकरणप्रत्ययस्य प्रभावेन तत्र शत्रन्तपदे तत्र रूपभेदः जायते इति अस्माकं विषयः इदानीं प्रचलति. सो विकरणप्रत्ययस्य स्वस्य आकृतिः अस्ति, यथा शप् प्रत्यये अकारः अवशिष्टभागः, श्यन् प्रत्यये या इति अवशिष्टभागः, कुत्रचित् नु श्नु इति प्रत्यये नु इति अवशिष्टभागः, श्नम् प्रत्यये नकारः अकारः, न इति अवशिष्टभागः, ऊ न इति विकरणप्रत्ययस्य स्वस्य आकृतिः अस्ति. विकरणप्रत्ययस्य भागः धातु शत्रुप्रत्यये मध्ये आयाति, अतः तत्र दशसु गणेषु रूपभेदः तु दृश्यते एव, कोऽपि साम्यं नास्ति, रूपभेदः तु जायते एव. अनन्तरं द्वितीयबिन्दुः अस्ति विकरणाः अपि प्रत्ययाः. सो प्रत्ययस्य कारणेन वयं जानीमः तत्र प्रत्ययस्य प्राक् यत् भवति तत् अङ्गम् अस्ति, अङ्गकार्यं तत्र 641 आरभ्य सम्पूर्णसप्त अध्यायस्य अन्तपर्यन्तं तत्र अङ्गस्य अधिकारः अस्ति. सो तत्रापि अङ्गे किञ्चित् परिवर्तनं भवति विकरणप्रत्ययस्य कारणेन, बिकास् विकरणः अपि प्रत्ययः, कोऽपि केवलम् अत्र वर्णः एव नास्ति. अकारस्य कृते प्रत्ययसंज्ञा अस्ति, यकारस्य कृते अपि विकरणप्रत्ययः इति वदामः. सो प्रत्ययस्य प्राक् यद्भवति तत् अङ्गम् अस्ति. सो प्रत्ययस्य कारणेन अङ्गे परिवर्तनं भवति यदि प्रत्यये केचन गुणाः सन्ति, यथा सूत्रेषु दत्तमस्ति. सो धातुरूपी अङ्गे विकरणप्रत्ययस्य कारणेन अपि तत्र कुत्रचित् परिवर्तनं भवति, अतः अन्ततो गत्वा तत्र रूपभेदः भवति. सो शत्रन्तपाते रूपभेदः, रूपभेदस्य कारणम् अस्ति विकरणस्य स्वस्य आकृति, सेकेण्ड् अस्ति विकरणः प्रत्ययः अस्ति, प्रत्ययस्य कारणेन धातुरूपी अङ्गे तत्र परिवर्तनं भवति. यथा सार्वधातुक पित् अस्ति चेत् गुणः भवति, सार्वधातुक अपित् अस्ति चेत् तत्र अपि कार्याणि भवन्ति। सो अस्माभिः तत्र दृष्टं यदा ज्योत्यादिगणे शप् श्लु भवति, शप् प्रत्ययस्य सम्पूर्णतया श्लु इति लोपः भवति, श्लु इति विशिष्टलोपसंज्ञाद्वारा तत्र लोपः भवति, अतः तत्र श्लौ सूत्रस्य प्रसक्तिः भूत्वा धातु द्वित्वं भवति। सो द्वित्वं भवति चेत् तस्य कारणम् अस्ति तत्र विकरणप्रत्ययः एव, विकरणप्रत्ययस्य श्लु इत्यनेन लोपः भवति, अतः श्लौ इति सूत्रस्य प्रसक्तिः भूत्वा तत्र धातौ द्वित्वं भवति। द्वित्वम् अनन्तरं वयं जानीमः अस्माभिः पूर्वे पठितं यद् तत्र कोऽपि आकारान्तधातुः अस्ति यथा दाधातुः, सो तत्र दधा इति भवति, परन्तु सार्वधातुः कित् नित् प्रत्ययपरे अस्ति चेत् तत्र तादृश अभ्यस्त अङ्गस्य आकारस्य लोपः भवति। सो श्ना अभ्यस्तयोः आतः इति सूत्रेण, श्ना अभ्यस्त्योर् आतः इति सूत्रेण आकारस्य लोपः भवति। श्नाप्रत्ययस्य श्नाप्रत्ययः भिन्नप्रत्ययः, अत्र ज्योत्यादिगणे शप् श्लु भवति, अत्र श्नाप्रत्ययः नास्ति, श्नाप्रत्ययः तु क्रयादिगणस्य विकरणप्रत्ययः, नवमगणस्य विकरणप्रत्ययः अस्ति श्ना। सो प्रत्ययस्य ग्रहणे प्रत्यान्तस्य ग्रहणम् इति तत्र परिभाषा अस्ति, यत्र सूत्रे यथा अस्मिन् सूत्रे श्ना अभ्यस्तो रातः यत्र सूत्रे प्रत्ययः दत्तमस्ति अस्माभिः तत्र प्रत्यान्तस्य ग्रहणं करणीयम्, इत्युक्ते प्रत्ययस्य ग्रहणे प्रत्यान्तस्य ग्रहणम्। सो यस्य अन्ते श्ना अस्ति तस्य अङ्गस्य तादृश अङ्गस्य आकारस्य सार्वधातु कित्नित् प्रत्ययपरे तत्र तस्य आकारस्य लोपः भवति। सिमिलर्लि अत्र अस्मिन् सूत्रे न केवलं श्नाविषये उक्तम् अस्ति, अत्र अभ्यस्त विषये अपि द्विवचनात् पदमस्ति, श्ना अभ्यस्तयोः इति द्विवचनात् पदमस्ति, षष्ठी द्विवचन। सो अभ्यस्त पञ्चमी अस्ति अहं चिन्तयामि, सो अभ्यस्त अङ्गात् अभ्यस्तानां च अङ्गानां, सो अभ्यस्त अङ्गस्य अनन्तरं सार्वधातु कित्नित् प्रत्ययपरे आकारस्य अपि लोपः भवति यदि तादृश अभ्यस्त अङ्गस्य अन्ते तत्र कोऽपि दीर्घाकारः वर्तते यथा ददा अस्ति। सो अस्य सूत्रस्य प्रसक्ति शत्रन्तप्रकरणे किमर्थम् अस्माभिः चिन्तितम् इत्युक्ते शत्रुप्रत्ययः यद्यपि शित् अस्ति परन्तु अपित् अस्ति, सो सार्वधातुक अपित् प्रत्ययः शत्रुप्रत्ययः, सो अत् एव अवशिष्यते। सार्वधातुक अपित् अस्ति चेत् सार्वधातुकम् अपित् इति अतिदेशसूत्रेण सः निद् वद् भवति। सो अत्र ददायोग अत्यः अस्ति, ददा अभ्यस्त अङ्गस्य अनन्तरं सार्वधातु नित् प्रत्ययः परे अस्ति, अतः श्ना अभ्यस्तयोः आतः इति सूत्रस्य प्रसक्ति भूत्वा तत्र आकारस्य लोपः भवति। सो ददतेव प्रातिपदिकं भवति इति पूर्वे अस्माभिः पठितं। सो श्ना अभ्यस्तयोर् आतः इति सूत्रम् अस्माभिः स्मर्तव्यम्, अत्र निमित्तमस्ति सार्वधातु कित् नित् प्रत्ययः। सो सार्वधातु प्रत्ययेषु तु साक्षात् कोऽपि कित् प्रत्ययः नास्ति, सो सार्वधातु अस्ति चेत् सः निद् एव, सर्वे सार्वधातुक अपित् प्रत्ययाः निद्वद् व्यवहरते। सो अतः सार्वधातुक नित् प्रत्ययपरे अत्र अजादि सार्वधातुक अस्ति वा, अजादि सार्वधातु प्रत्ययपरे सूत्राणाम् अध्ययनं पुनः पुनः तत्र अस्माभिः करणीयम्, अथवा अन्यथा तत्र तस्य तेषां साक्षात् निमित्तं किम् अस्ति, वि कीप् आन् फार्गेटिङ्ग्। सो सार्वधातुकम् अपि च किमिति अजादि अपि नास्ति नास्ति महोदय अजादि नास्ति एकवारं पश्यामः स्नाविकर्णस्य तथा अभ्यस्त आकारस्य सार्वधातुके कित् प्रत्यये नित् प्रत्यये च परे लोपः भवति आकारस्य सो अत्र आकारस्य एव लोपः भवति अत्र अजादि सार्वधातु एव दत्तमस्ति भगिनि किमर्थम् अत्र अनुवृत्ति न दत्तम् उदाहरणं तु न अत्र तस्प्रत्यय अपि अस्ति कार्यम् अतुत् सार्वधातुके प्रायशः अत्र अत्र आच्छा अच्छा इह लघोः अस्तु एतत् सूत्रमपि अस्माभिः स्क्रीन् दृश्यते वा मया शेर् कृतं वा सि अत्र सूत्रे यद्यपि किमपि न उक्तमस्ति अजादि वा हलादि वा अत्र केवलम् उक्तम् अस्ति सार्वधातुके किति निति प्रत्यपरे कित्नित् प्रत्यपरे कार्यमस्ति श्ना इति अभ्यस् आकारस्य अपि च अभ्यस्त आकारस्य सार्वधातु कित्नित् प्रत्यपरे लोपः भवति परन्तु 1112 एतस्य सूत्रस्य साक्षात् अनन्तरम् अस्ति ई हल्यगोः इति सूत्रम् सो ई हल्यगोः इति सूत्रम् अस्मिन् सूत्रे पूर्वसूत्रात् श्ना अभ्यस्तयोः इति पदस्य अनुवृत्तिः अस्ति सो एतत् सूत्रं किं वदति एतत् दिस् एक्स् लैक् ए नियम सूत्रं सूत्रं वदति श्ना अभ्यस्तयोः आकारस्य हलादि सार्वधातुक् अत्र हलि इति अस्ति न भगिनि हलि इति अत्र साक्षात् पदं तस्य अपि च अगोः हलि हलादि सार्वधातुके कित् प्रत्यये नित् प्रत्यये च परे ईकारादेशः भवति देट् इस् वै कन्क्लूजन् इस् लोपः कदा भवति आकारस्य श्नाभ्यस्त श्नाविकर्णस्य आकारस्य अपि च अभ्यस्त आकारस्य लोपः कदा अस्माभिः करणीयं यदा तत्र अजादि सार्वधातुक् नित् अस्ति बिकास् हलादि सार्वधातुक् अस्ति चेत् तत्र तु ईकारादेशः भवति तत्र लोपः न भवति अतः दिस् सूत्र गाट् लिमिटेड् टु अजादि यद्यपि अत्र अचि इति पदस्य अनु कोऽपि अत्र उल्लेखः एव नास्ति इस् एव्रिबडि गेटिङ्ग् मै पायिण्ट् वाट् ऐ एम् सेयिङ्ग् So, we cannot read the sutra alone. We have to see the sampurna. That is why, what is expected from us that we should read the sampurna prakarna. So, atra to sakshat pare evadatam. E halya goho. So, e halya goho iti sutra vadati. Shna, so, akarasi vishaye sutra dvayam idhanim asma vihi tatra chintaniyam. Ekam asti shna abhyasta yoho ataha. तत्र लोपः भवति द्वितीयमस्ति ईहल्यगोः सो ईहल्यगोः इति सूत्रं वदति श्ना इति आकारस्य अभ्यस्त आकारस्य परे सार्वधातु कित्नित् प्रत्यये परे हलादि सार्वधातु कित्नित् प्रत्यये परे तु ई आदेशः भवति कस्य अत्रापि सेम् स्थाने अस्ति, आकारस्य तादृश आकारस्य श्ना आकारस्य अभ्यस्त आकारस्य इ आदेशः भवति. अतः श्ना अभ्यस्तयोर् आतः इति सूत्रं तु केवलम् अजादि सार्वधातु कित्त्वा प्रत्यपरे एव तत्र लोपः भवति. सो शत्रुप्रत्ययः अजादि अपित् प्रत्ययः, अजादि सार्वधातुक् णित् प्रत्ययः, अत्र अप् इति अवशिष्यते. सो अतः अत्र एतस्य सूत्रस्य प्रसक्ति, न तु ई हल्यगोः इति सूत्रस्य प्रसक्ति, बिकास् शत्रुप्रत्ययः अजादि सार्वधातुक् अपित् प्रत्ययः अस्ति. सो अत्र तु लोपः एव अस्माभिः करणीयम् आकारस्य. परन्तु कोऽपि अन्य हलादि सार्वधातु पित् प्रत्ययः अस्ति चेत् तत्र तु दीर्घ ई एव आदेशः करणीयम्. अस्तु अस्तु, इदानीं डी बिन्दुतः पठामः. अस्तु, अवगतं वा सर्वैः? सो अत्र अत्र अत्र किं चिन्तनम्, अजादि सार्वधातु कित्नित् प्रत्ययपरे श्ना आकारस्य अपि च अभ्यस्त आकारस्य तत्र लोपः भवति इति तत्र सारांशः. भगिनी अत्र डी बिन्दुतः पठतु भगिनी, चेतना भगिनी. विकरणप्रत्ययस्य अपित्वात् गुणनिषेधः. दिवादिगणे, स्वादिगणे, तुदादिगणे, क्रियादिगणे. श्री योगश्नु योग अत् सार्वधातुकार्थधातुकयोः इत्यनेन इगन्तधातोः इकः गुणः. सार्वधातुकम् अपित् किणिति च इत्याभ्यां गुणनिषेधः. चिनु योग अत् चिन्वत् पुंसि चिन्वन्. सो अत्र ची धातुः विकरणप्रत्ययश्नु अस्ति. दिवादिगण मध्ये डी बिन्दु मध्ये न केवलम् अत्र गण दिवादिगणस्य चिन्तनं, स्वादिगणस्य, तुदादि अपि च क्रयादिगणस्य, एतेषु चतुर्षु गणेषु तत्र विकरण दिवादिगणे कः विकरण प्रत्ययः? दिवादिभ्यः श्नुः. दिवादिभ्यः शन् चतुर्थगण. सो तत्र शन् प्रत्ययः कीदृशप्रत्ययः? सार्वधातुक अपित् प्रत्ययः. अपित् प्रत्ययः, सार्वधातुक अपित् प्रत्ययः. सो वदति एतेषु चतुर्षु गणेषु, यद्यपि एतेषु गणेषु केचन इगन्तधातवः सन्ति यथा ची अस्ति, सो अन्येषु गणेषु अपि यथा तुदादिगणे लिख् धातु अस्ति, धातौ गुणप्रसङ्गः अस्ति, परन्तु परे तादृशविकरणः अस्ति यः सार्वधातुक अस्ति परन्तु अपित् अस्ति. सो विकरणप्रत्ययस्य अपित्वात् गुणनिषेधः कुत्र कुत्र? दिवादिगणे, स्वादिगणे, तुदादिगणे, क्रयादिगणे. सो विकरणप्रत्यये अपित् अस्ति, अतः तेन कारणेन एतेषु चतुर्षु गणेषु गुणनिषेधः. इत्युक्ते एतेषु गणेषु तादृश धातवः सन्ति यस्मिन् येषु तत्र गुणप्रसङ्गः अस्ति, परन्तु तथापि तत्र गुणः न भवति बिकास् विकरणप्रत्ययः अपित् अस्ति एतेषु गणेषु. उदाहरणरूपेण अत्र स्वादिगणस्य श्नुप्रत्ययः एव दत्तम्. सो सिमिलर्ली दिवधातुः अस्ति, शन् प्रत्ययः अस्ति, दिवधातु उपधायां ह्रस्व इक् अस्ति, तथापि तत्र गुणः न भवति, किमपि अन्यत् कार्यं भवति, परन्तु गुणनिषेधः अस्ति एतेषु चतुर्षु गणेषु बिकास् विकर्णस्य अपित्वात् तत् गुणनिषेधः अस्ति. इदानीं पठतु चियोगश्नु. चियोगश्नु योग अत् श्नु लशक्वतद्धिते इति सूत्रेण शकारस्य इति भवति. उकारः नु अवशिष्यते, शत्रुप्रत्ययस्य अत् अवशिष्यते, अतः कियोग श्नुयोग अत् नुयोग अत् भवति. सार्वधातुकम् अस्ति, अतः सार्वधातुक आर्धधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु श्नुप्रत्ययः अपित् अस्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण अपि च किमिति च इति सूत्रे सार्वधातुकम् अपित् इति सूत्रेण किं भवति? णित्वत् भवति. कः णित्वत् भवति? अपित् प्रत्ययः अत्र अत्र अत्र वदतु, अत्र किमस्ति, कस्य विषये? श्नु विषये अस्ति. श्नु इति प्रत्ययः सार्वधातुकम् अपित् इति सूत्रेण निद्वद् भवति. सार्वधातुकम् अपित् इति सूत्रस्य सम्पूर्णसूत्रं किं भगिनि? अनुवृत्तिसहित सूत्रं किम् अस्ति? सार्वधातुकम् नित् नित् नित् सार्वधातुकम् अपित् नित् ये सार्वधातुक अपित् प्रत्ययः सः निद् भवति, निद् इव भवति. सो अत्र श्नुप्रत्ययस्य उदाहरणमस्ति. सो श्नुप्रत्ययः सार्वधातुक अस्ति. कथं सार्वधातुक अस्ति? शकारस्य इत् अस्ति. सो शकारस्य इत् यस्मिन् प्रत्यये तिंशित् सार्वधातुकमिति सूत्रेण सार्वधातुक अस्ति. अपि च अत्र कोऽपि पकारस्य इत् नास्ति, अतः अपित् अस्ति. सो अत्र सार्वधातुकम् अपित्. सो सार्वधातुकम् अपित् अस्ति, अतः निद् इव भवति. निदिव भवति चेदेव किनिति च इत्यस्य प्रसङ्गः, अन्यथा नास्ति किनिति च इत्यस्य प्रसङ्गः. सो किनिति च इत्यनेन किं भवति? गुणनिषेधः भवति. सो सार्वधातुकार्धधातुकयोः इति सूत्रेण यः गुणप्रसङ्गः आसीत् पूर्वे, इदानीं तस्य बाधा भवति. बाधकसूत्रम् आगत्य तत् कार्यं बाधते. किनिति च सूत्रम् आगत्य अत्र न तु न भवितुं शक्नोति. प्रत्ययः अत्र नित् अस्ति, निद् इव अस्ति. अतः ची ची एव तिष्ठति. सो चिनु इति अस्ति इदानीम् अङ्गम्. कस्य कृते? अत् कृते. अत् शत्रुप्रत्ययस्य. सो अत्र प्रथमे शृणु प्रत्ययस्य कृते ची इति अङ्गम्. अङ्गे किमपि न भवति, बिकास् सार्वधातुक अपित् अस्ति, अतः चि एव तिष्ठति. केवलं नु एव वर्णमेलनं भवति. सो चिनु इति भवति. इदानीम् अत् प्रत्ययः अस्ति. हलादि एतदपि सार्वधातुक अपित् प्रत्ययः, अत् प्रत्ययः. सो अत्रापि गुणः, गुणस्य निषेधः. सार्वधातुकम् अपित् किनीति च इत्यनेन गुणनिषेधः अस्ति. समान अत्र स्टेप् अस्ति. सार्वधातुकार्धधातुकयोः इति सूत्रम् आगत्य वदति गुणकरणीयं, परन्तु सार्वधातुकम् अपि किनिति च सूत्रम् आभ्यां सूत्राभ्यां गुणनिषेधः भवति. शत्रुप्रत्ययः सार्वधातुक तु अस्ति, परन्तु अपित् अस्ति. सो अत् प्रत्ययः अपि निद् इव अस्ति. सो किनिति च सूत्रेण अत्र अपि यद्यपि इगन्तङ्गमस्ति, अन्ते उकारः अस्ति चिनु, तथापि अत्र गुणः न भवति, बिकास् अत् इति प्रत्ययः सार्वधातुक अपित् प्रत्ययः. परन्तु अत्र किं भवति? अन्तिमरूपं किम् अस्ति? प्रातिपदिकं किं? चिन्वत्. सो अत्र भिन्नसूत्रस्य प्रसक्तिः इति उष्णुः सार्वधातुके इति. उष्णुः सार्वधातुके इत्यनेन सार्वधातुके यण् भवति. उष्णुवोः सार्वधातुके किं वदति सूत्रं? किं वदति? अनुवृत्तिसहितसूत्रमस्ति. अनेकाच अङ्गस्य उष्णुवोः असंयोगपूर्वस्य ओः अचि सार्वधातुके यण्. सो यत्र यत्र शृणुप्रत्ययः तु स्वादिगणे अस्ति. सो ये धातवः स्वादिगणे सन्ति, तत्र सूत्रद्वयस्य चिन्तनम् अस्माभिः अवश्यकरणीयम्. अचिष्णुधातु ब्रुवाम् युवोर् यङ् वङ्गौ अपि च हुष्णुवोः सार्वधातुके सूत्रद्वयमपि सर्वदा एकत्र पठनीयम्. सो अजिशुनुधातु ब्रुवाम् इति वदति तत्र बिकास् निमित्तं समानम् अस्ति अजादि कित्नित् प्रत्ययपरे. सो अत्रापि अत्र अत् यः अस्ति सः अजादि नित् प्रत्ययः अस्ति. सो अजादि कित्नित् प्रत्ययपरे श्नुप्रत्ययात् अङ्गस्य अत्र सूत्रे हुष्णुवोः सार्वधातुके इति सूत्रे अपि हु इति धातुः अपि च श्नु इति धातुः शृणुप्रत्यान्तङ्गं शृणुधातु नास्ति शृणुप्रत्यान्तङ्गम् अचिशृणुधातु ब्रुवाम् इति सूत्रे अपि श्नु इति उक्तमस्ति. सो सूत्रद्वये श्नु उक्तमस्ति. श्नु तो विकरणप्रत्ययः. सो विकरणप्रत्ययः श्नुप्रत्ययः कुत्र आयाति? स्वादिगणे आयाति. सो स्वादिगणे ये धातवः सन्ति तेषां कृते एव एतत् सूत्रद्वयम्. सो हुष्णुवोः सार्वधातुके इति सूत्रे असंयोगपूर्वक् अस्ति अपि च अनेकाच् इति पदस्य अनुवृत्तिः अस्ति. सो कीदृशश्नु अङ्गं भवेत्? श्नु अत्रापि नु इति यः भागः अस्ति ऊ इति भागः सः तु श्नुप्रत्ययस्य भागः न तु धातो भागः अथवा कोऽपि अन्यभागः. सो श्नुप्रत्ययस्य एव नु इति अङ्गम् अस्ति. सो हुष्णुवोः सार्वधातुके इति सूत्रे वदति अनेकाच् असंयोगपूर्वक् अत्र नु पूर्वे उकारस्य पूर्वे कोऽपि संयोगः नास्ति. संयोगः इत्युक्ते हलो अनन्तराः संयोगः. अत्र हलद्वयस्य संयोगः नास्ति. मध्ये तु अत्र इकारः अस्ति. चकारः इकारः नकारः. सो असंयोगपूर्वक् श्नु प्रत्यय अङ्गम् अस्ति. परे अजादि पित् प्रत्ययः अपित् प्रत्ययः अस्ति. अजादि नित् प्रत्ययः अस्ति. अतः हुष्णुवोः सार्वधातुके इत्यनेन यनादेशः अचिष्णुधातु ब्रुवाम् इति सूत्रेण उवङ् इयङ् आदेशः भवति. सो अत्र तु अचिष्णुदसि अचिष्णुधातु इस् एन् उत्सर्ग सूत्रम् उत्सर्गसूत्रमस्ति. इत्युक्ते तत्र किमपि न उक्तम् अजादि वा असंयोगपूर्वक् वा संयोगपूर्वक् वा. तत्र केवलम् उक्तमस्ति चिनु अङ्गं परे अजादि सार्वधातुक् तावदेव उक्तमस्ति. सो तस्य कार्यक्षेत्रं बृहदस्ति. अत्र परन्तु हुष्णुवोः इत्यस्य कार्यक्षेत्रं लघु अस्ति. निमित्तं समानम् अजादि सार्वधातुक् अजादि कितनित्. परन्तु हुष्णुवोः सार्वधातुके इति सूत्रे साक्षात् उक्तम् अस्ति अनेकाच् असंयोगपूर्वक् शृणु तादृश अङ्गं भवेत्. परन्तु अचिशृणुधातु ब्रुवाम् इति अङ्गस्य विषये किमपि न उक्तम्. अतः तस्य कार्यक्षेत्रं बृहद् अस्ति. एतस्य कार्यक्षेत्रं लघु कार्यक्षेत्रम् अस्ति. अत्र अस्माभिः द्रष्टव्यम् अनेकाच् अङ्गम् अस्ति वा असंयोगपूर्वक् उकारः अस्ति वा. उकारस्य पूर्वे कोऽपि संयोगः तु नास्ति. नास्ति चेदेव श्नुवोः इत्यस्य प्रसङ्गः. अन्यथा तु अजिश्नुधातु इत्यस्य प्रसङ्गः. अतः अत्र यनादेशः भूत्वा उकारस्य वकारादेशः भवति. यथा अत्र स्थाने अन्तरतमः इत्यनेन यन् प्रत्यये यन् वर्णेषु वकारः आयाति. अतः चिन्वत् इति प्रातिपदिकं भवति. सो इति श्नुविषये. सो यत्र स्वादिगणे श्नुप्रत्ययः अस्ति तत्र सूत्रद्वयस्य चिन्तनम् अस्माभिः अवश्यं करणीयम्. सो सेम् यदि अहं किमस्ति अन्यत् प्रत्ययः आप् धातुः अस्ति. आपदातुः अपि कस्य गणस्य धातुः अस्ति? आपदातुः मञ्जरी भगिनी, आपदातुः कस्य गणस्य धातुः? रूपं किमस्ति? आप्नोति. आप्नोति आप्नोति आप्नोति आप्नोति इति लट्लकारस्य रूपं. सो नो इति कुत्र आयाति? नु. अत्र एव अस्ति. आपदातुः अस्ति, श्नु प्रत्ययः अस्ति. बिकास् अस्माकं विवक्षा अस्ति अत् शत्रुप्रत्ययस्य. शत्रुप्रत्ययस्य विवक्षायाम् आप् इति स्वादिगणस्य धातुः. शत्रुप्रत्ययः सार्वधातु कर्तर्थक् सार्वधातुप्रत्ययः अस्ति, अतः कर्तरि शप् इत्यस्य सूत्रस्य प्रसक्तिः भवति, परन्तु शपं प्रबाद्य स्वादिभ्यः शृणु इति सूत्रेण शृणु मध्ये आयाति, न तु शप् आयाति. सो आप् योग शृणु योग अत् भवति. सो दिस् शृणु कम्स् बिकास् आफ् अत्. अतः प्रथमे अत् योजनीयम्, अनन्तरं शृणु आगन्तुं शक्यते. शृणु इत्यस्य निमित्तम् अत् एव अस्ति. इदानीम् अस्ति आप् योग नु, आप् योग नु योग अत्. आप् धातो तु कोऽपि गुणप्रसङ्गः एव नास्ति, अन्ते इकवर्णः नास्ति, उपधायां ह्रस्व इकवर्णः नास्ति. सो अत्र तु केवलं वर्णमेलनमेव भवति. किं भवति अत्र अङ्गम् अत् इत्यस्य कृते आप्नु इति अङ्गम्, आप् नु इति अङ्गं प्लस् अत् प्रत्ययः. इदानीम् अत्र द्रष्टव्यं कीदृश अङ्गम् अस्ति. अनेकाच् तु अस्ति, आकारः अस्ति, उकारः अस्ति, अनेकाच् अस्ति, परन्तु उकारस्य पूर्वे तु तत्र संयोगः अस्ति, असंयोगपूर्वक् नास्ति, संयोगपूर्वक् अस्ति. अतः अत्र हुष्णुवोः इति सूत्रं न आगन्तुं शक्यते. हुष्णुवोः सार्वधातुके इति सूत्रं वदति अनेकाच् श्नुप्रत्ययान्त अङ्गं भवेत्, अपि च असंयोगपूर्वक् श्नुप्रत्ययान्त अङ्गं भवेत्. अत्र तु संयोग अस्ति, अतः अत्र यनादेश हुष्णुवोः इत्यस्य प्रसङ्गः नास्ति. सो अत्र कस्य सूत्रस्य प्रसक्ति? अचिष्णु दातु ब्रुवाम्, बिकास् तत्र किमपि न उक्तमस्ति कीदृशशृणु प्रत्यादङ्गं भवेत्, संयोगपूर्वक् वा, अनेकाच् वा, एकाच् वा, किमपि न उक्तम्. सो अत्र अचिष्णु दातु ब्रुवाम् इति सूत्रेण उवङ्गादेशः भवति. कस्य? उकारस्य. अङ्गस्य अन्ते यः उकारः, तस्य ऐदर् यनादेशः भवति और् उवङ्गादेशः भवति. यनादेशः कदा भवति? यदा तत्र असंयोगपूर्वक उकारः अस्ति. अत्र तु संयोगपूर्वक अस्ति, अतः यनादेशः न भवति, उवङ्गादेशः भवति. उवङ्गादेशे ऊ एव अवशिष्यते, उवङ्गादेशे ऊ एव अवशिष्यते. सो किं भवति अत्र? आप् आप्नुवत्, आप्नु व अनन्तरम् अत् अस्ति, आप्नु व प्लस् अत्, आप्नुवत् इति प्रातिपदिकम्. दिस् इस् द डिफ्रेन्स् बिट्वीन् अचिष्णु धातु ब्रुवाम् एण्ड् हुष्णुवोः सारुधातुके. द्वयमपि सूत्रं श्णु प्रत्यान्त अङ्गस्य कृते, परन्तु एकस्मिन् सूत्रे असंयोगपूर्वक हुकारः, अन्यस्मिन् सूत्रे किमपि न उक्तम्. सो अत्र संयोगपूर्वक अस्ति, अतः अचिष्णु धातु इत्यनेन एव उवादेशः भवति. सो आप्नुवत् इति प्रातिपदिकम् अस्ति. सो ये स्वादिगणे धातवः सन्ति तत्र अस्माभिः द्रष्टव्यं, तत्र यः तत्र असंयोगपूर्वक उकारः उकाररूपी अङ्गमस्ति वा संयोगपूर्वक उकाररूपी अङ्गमस्ति. अतः सूत्रद्वयस्य चिन्तनम् अस्माभिः अवश्यकरणीयं स्वादिगणे विषये. सर्वैः अवगतं वा? अत्र तु केवलं स्वादिगणस्य उदाहरणमेव दत्तं. सिमिलर्लि तुदादिगणे लिखितधातुः अस्माकं परिचितं धातुः अस्ति, लिख् धातुः. सो अत्र तु डी बिन्दुमध्ये तु केवलम् उक्तं गुणः न भवति. सो लिख् धातुः अनन्तरं श इति विकरणप्रत्ययः, तुदादिभ्यः शः इति सूत्रेण श इति विकरणप्रत्ययः आयाति. धातौ गुणप्रसङ्गः अस्ति, परन्तु अपित्वात् तत्र किनिति च इति सूत्रव्यं, तत्र सार्वधातुकम् अपित् अपि च किनिति च सूत्रेण गुणनिषेधः भवति. लिख् लिख् एव तिष्ठति, लिख इति अङ्गं भवति, लिख इति अङ्गम् अनन्तरम् अत् इति प्रत्ययः. सो किं भवति इदानीम्? लिख इति आकारः अस्ति, अत्रापि आकारः अस्ति, अत्र किं भवति? प्रातिपदिकं किम् अस्ति? कस्य सूत्रस्य प्रसङ्गः अत्र? अचोगुणे, अतोगुणे अपदान्त ह्रस्वाकारस्य परे गुणवर्णः अस्ति चेत् गुणवर्णः एव तिष्ठति, पूर्वपरयोः गुणादेशः एव भवति, सो लिखति इति प्रातिपदिकम्। एकमेव आकारः, सवर्णदीर्घ न भवति, अतो गुणे इत्यस्य, बिकास् अपदान्त ह्रस्वाकारः अस्ति, लिमिटेड्, एतत् विशिष्टसूत्रम् अस्ति, सो विशेषः, विशेषविधिः अस्ति चेत् विशेषविधिः एव करणीयम्। अस्तु अस्तु, सो एतेषु चतुर्षु गणेषु विकरणः, विकरणस्य अपित्वात् गुणनिषेधः भवति, धातुगुणप्रसङ्गः अस्ति तथापि गुणः न भवति। सो शृणु इस् अ विशेषाङ्गं, देट् इस् वै दे हेव् गिवन् द एक्साम्पल् आफ् शृणु एव, बिकास् सूत्रद्वयस्य प्रसङ्गः अत्र आयाति। इदानीं तनादिगणे, सो तनादि अष्टमगणः, क्रयादि नवमगणः, बिकास् तनादिगण अपि तत्र किञ्चित् विशेषकार्यं भवति, बिकास् उ इति विकरणप्रत्ययः अर्धधातुक अस्ति, अत्र गुणः भवति। अस्तु, मञ्जरी भगिनी, ई बिन्दु पठतु भगिनि। आम् आचार्य, तनादिगणे कृ योग अत् तनादि कृभ्यः उः 3.1.79 इति सूत्रेण शपं प्रभाद्य उ कृ योग उ योग अत् सार्वधातुक अर्धधातुकयोः 7.3.84 इत्यतेन इयं धातोः इगन्तधातोः इकः गुणः तथा कर् रुस्थाने अर् योग उ योग अत् अत्र करु योग अत् अत् उत् सार्वधातुके 6.4.11.10 इत्यतेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः भूत्वा कुरु योग अथ यणसन्धिः कुर्वत् पुंसि कुर्वन् इति प्रातिपदिकं भवति। वदतु, किम् अवगतं? प्रक्रिया अवगतं वा? किञ्चित् वदतु। अत्र हा, अत्र तनादिभ्यः उः इति तनादिकृभ्यः उः इति सूत्रेण शपं प्रभाद्य तत्र क्रू शपं प्रभाद्य उ हा शपं प्रभाद्य उ तत्र क्रू अग्रे क्रूयोग मध्ये उ आयाति, अनन्तरं शत्रु अत् योग अत् उ इति किमस्ति? वाट् इस् उ? अर्धधातुकप्रत्ययः, हा प्रत्ययः, विकरणप्रत्ययः अस्ति, गणविकरण, गणविकरणप्रत्ययः, कस्य गणस्य विकरणप्रत्ययः? उ तनादिगणस्य विकरणप्रत्ययः अस्ति, अनन्तरं सार्वधातुक अर्धधातुकप्रत्ययः अस्ति, तदा सार्वधातुक अर्धधातुकयोः इति सूत्रेण अत्र क्रु इति इगन्तधातोः इकः गुणः। अत्र पुगन्तलघुपदस्य च सूत्रस्य प्रसङ्गः नास्ति वा? किमर्थं सार्वधातुकार्धधातुकयोः उपादायाम् अङ्गं नास्ति न? उपधायाम् इक् वर्णः नास्ति, उपधायाम् अत्र ककारः अस्ति, अत्र इक् वर्णः कुत्र अस्ति? क्रू धातु मध्ये इक् वर्णः कुत्र अस्ति? अङ्गस्य अन्ते अस्ति, उ इति प्रत्ययः, प्रत्ययस्य प्राक् यत् अस्ति तत् अङ्गं, क्रू धातुरूपी अङ्गम् अस्ति, अन्ते इकवर्णः अस्ति, सः इकवर्णः ऋकारः, अतः इगन्तधातोः क्रू इति इगन्तधातोः इक् अन्ते यस्य तत् इगन्तम्. अत्र इक् वर्णः अन्ते अस्ति, चि अपि इगन्त अस्ति, चि इति धातु अपि इगन्त अस्ति, इक् वर्णः अन्ते अस्ति, परन्तु परे तु अपित् प्रत्ययः, अतः गुणः न भवति. अत्र तु अर्धधातु प्रत्ययः, कितनित् भिन्नः, उकारे किमपि अनुबन्धवर्णः एव नास्ति, अतः गुणः भवति. अत्र किञ्चित् इति सूत्रस्य प्रसङ्गः एव नास्ति, बिकास् अर्धधातु प्रत्ययः अस्ति, कितनित् भिन्न अस्ति, अत्र ककारसीत् नास्ति, नकारसीत् नास्ति, अतः गुणः तु भवति एव उकारनिमित्तीकृत्य. परन्तु अत्र गुणः केन सूत्रेण? इगन्ताङ्गम् अन्ते इक् वर्णः अस्ति चेत् सार्वधातु, उपधायम् अस्ति चेत् पुगन्तलघुपदस्य, अत्र तु अन्ते अस्ति, अतः लिखितम् इगन्तधातोः इकः गुणः. इगन्तधातोः कस्य गुणः भवति? इक् वर्णस्य एव गुणः भवति. इकः स्थाने गुणः, इकः इति षष्ठी अन्तम् अस्ति, षष्ठ्यम् अस्ति चेत् स्थानी भवति, सो इकः स्थाने गुणः, गुणः इति प्रथमान्तम् अस्ति, आदेशः अस्ति, इकः स्थाने गुणादेशः भवति, अतः ऋकारस्य गुणः तु आर् अस्ति, सो कर् ऋकारस्य गुणः भूत्वा कर् कर् योग उ योग अत् इदानीम् अत् अपि प्रत्ययः अस्ति, अतपि प्रत्ययः अस्ति, सो वी हेव् टु फस्ट् फार्म् द अङ्गम्. अत् प्रत्ययस्य कृते किम् अङ्गं? करु इति अङ्गम् अस्ति, करु इति अङ्गम् अस्ति. इदानीम् अत्र करु इति अङ्गम् अस्ति, अनन्तरम् अतः उत् सार्वधातुके इति सूत्रेण अपिति प्रत्यये परे करु इति अङ्ग, करु इति अङ्गस्य अकारस्य स्थाने उकारादेशः भवति. अत्र अरु इति अपित् अपित् प्रत्यय, शत्रुप्रत्यय अपित् प्रत्यय, तथा अपित् प्रत्यये परे करु, करु इति अङ्गमस्ति, तत्र करु इति अङ्गस्य अकारस्य अकारस्य उकारादेशः भवति. अत्र अकारः कुत्र अस्ति? करु इति अङ्गे अकारः कुत्र? क अत्र रूप ककार उत्तर ककार उत्तरवर्ति अकार अकारः अस्ति, तस्य अकार, तस्य अकार अत्र उकारादेश भवति, तत्र करु कुरु भवति, कुरु योग अत्र यणसन्धि करु अधिक कुरु कथं भवति? अतुत् सार्वधातुके, अतुत् सार्वधातुके इति सूत्रं वदति, अत् इति तपरकरणम् अस्ति, अत् इति तपरकरणम् अस्ति, सो ह्रस्व अकारस्य षष्ठ्यन्तम् अस्ति, ह्रस्व अकारस्य करु भवेत्, करु कुरु कथं भवति? कुर्वत् इति करु कुरु कथं भवति? तदैव वदामि, अत् उत् सार्वधातुके इति सूत्रं किं वदति? अत्र करोति इति अस्य, सो अत्र करोति इति यः पदमस्ति, अङ्गमस्ति, तस्मिन् यः ह्रस्व अकारः, सो अत्र साक्षात् स्थानि दत्तमस्ति, ह्रस्व अकारः स्थानि अस्ति, कस्य ह्रस्व अकारः? करोति इति पदस्य, सो केवलं डुक्रैन् धातोः यः अस्ति तत्र करोति इति रूपं भवति, तादृशक्रूधातोः विषये एव एतत् सूत्रं प्रवर्तते अत् उत् सार्वधातुके. सो अत् उत् सार्वधातुके उत् इति प्रथमान्तम् अस्ति, आदेशः अस्ति, उत् इति आदेशः भवति. कस्य स्थाने उत् आदेशः इत्युक्ते ह्रस्वकार आदेशः, अत् स्थाने ह्रस्व अकारस्य स्थाने उत् भवति. परन्तु निमित्तं किम् अस्ति, कदा भवति कार्यम्? अत्र यद्यपि सूत्रे केवलं सार्वधातुके लिखितमस्ति, परन्तु अत्र पूर्वसूत्रात् अपित् सार्वधा इत्युक्ते नित् कित्नित् सार्वधातुके परे एव तत्र कुरु इति अङ्गस्य अकारस्य ह्रस्व अकारस्य उकारादेशः भवति. सो ककार उत्तरवर्ती यः अकारः, तस्य अकारस्य उत् आदेशः भवति, तपरकर्णमस्ति, ह्रस्व उ इति आदेशः भवति. सो कुरु भवति. अत्र पश्यतु भगिनि एकवारं. सो यदि क्रूधातुः अस्ति मध्ये, सपोज् लट् लकारस्य क्रूधातुः उभयपदी धातुः, सो तिप् अपि योजयितुं शक्नुमः, त अपि योजयितुं शक्नुमः. सार्वधातु कर्तर्थक् सार्वधातु प्रत्ययः परे अस्ति चेत्, धातोः अनन्तरं चेत्, तनादिकृण्भ्यः उः इति सूत्रेण मध्ये उकारः आयाति. क्रू योग उ योग ति, ति इति प्रत्ययः. सो क्रू योग उ इति अर्धधातु कितनि द्विन् प्रत्ययः अस्ति, अतः गुणः भवति, सो कर् भवति. सो करु इति अङ्गं भवति. कस्य कृते? ति प्रत्ययस्य, तिप् प्रत्ययस्य कृते. सो करु इति अङ्गं भवति चेत् तिप् प्रत्ययः सार्वधातुक अस्ति. अत्र अतुत् सार्वधातुके इति सूत्रस्य प्रसक्तिः नास्ति. किमर्थम्? अतुत् सार्वधातुके इति सूत्रं वदति सार्वधातुक् कित्नित् प्रत्ययपरे, इत्युक्ते सार्वधातुक् अपित् प्रत्ययपरे एव ह्रस्व आकारस्य उकारादेशः भवति. सो अत्र तिप् प्रत्ययः साक्षात् पित् अस्ति, अत्र गुणस्य निषेधः नास्ति. तो किं भवति अत्र? पूर्णिमा भगिनी, करुयोग तिप् अस्ति चेत् किं भवति इदानीं भगिनि? हां वदतु. प्रश्नः, करु इति अङ्गम् अस्ति, तिप् इति प्रत्ययः, इदानीं किं भवति? करु इति प्रत्ययः अस्ति चेत् तिप् अस्ति चेत् तिप् इति सार्वधातुक पित् अस्ति, गुणः स्यात् अस्ति. कुरु प्लस् वत् शत्रुप्रत्ययः अस्ति, न शत्रु नास्ति अत्र, अत्र लट् लकार कुरु अधिक गुण भवति, कुरो भवति, करो करो भवति, करो भवति. सो अनन्तरं किमपि कार्यं नास्ति, करोति इति रूपं, करोति इति लट्लकारस्य एकवचनस्य रूपं. सो अत्र प्रश्नः अस्ति, अत्र किमर्थं कुरु कुरु न भवति? बिकास् अत्र सार्वधातुक प्रत्ययः तु अस्ति, परन्तु अपित् नास्ति, पित् प्रत्ययः अस्ति. अतः रूपं किं? करोति, करोषि एण्ड् करोमि लट्लकारे. परन्तु यदा तत्र तस् प्रत्ययः आयाति, तस् अपित् अस्ति. सो तत्र अतुत् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति. अस्तु, करो करो योग सारी करु करु इति अङ्गं, तस् इति प्रत्ययः. इदानीम् अत्र करो इति इगन्ताङ्गमस्ति, परन्तु तस् इति अपित् प्रत्ययः. सो सार्वधातुक अपित् प्रत्ययः परे अस्ति, सार्वधातुक अपित् प्रत्ययः परे अस्ति चेत् क्रूधातुः परे एव एतत् भवति खलु? केवलम् एतत् सूत्रम् अतुत् सार्वधातुके, अत्र सूत्रे करोति इति अङ्गस्य पदस्य अनुवृत्तिः अस्ति, अत्र तु न दत्तं. परन्तु यदि वयं सूत्रं पश्यामः तत्र करोति इति पदस्य अनुवृत्तिः अस्ति. केवलं क्रूधातुविषये एव एतत् सूत्रं रचितं महर्षिणा. अवगतं. सो अतः आं सो तत्र कुरुतः कुरुथः कुर्वः कुर्मः कुरुथ इति तत्र भवति बिकास् तत्र सर्वत्र अतुत् सार्वधातुके इत्यनेन अकारस्य स्थाने उत् आदेशः भवति उ उ कुरु कुरु कुरु एव अङ्गं भवति परन्तु यत्र सार्वधातु पित् अस्ति तत्र तु गुणः भवति करोति करोषि करोमि टिप् सिप् मिप् प्रत्ययपरे इति अतुत् सार्वद केवलं करोति इत्यस्य विषये एव एतत् सूत्रमस्ति अन्यधातुविषये नास्ति सूत्रसङ्ख्या अहमत्र अतुत् सार्वधातुके अत्र पश्यतु करोतेः सो करोतेः विषये यः अकारः यः ह्रस्व अकारः तादृश अङ्गस्य एव विषये अस्ति सो क्रूधातु डुक्रै अत्र साक्षात् लिखितमस्ति डुक्रै करणे इति तणादिगणस्य धातुविषये एव एतत् सूत्रमस्ति कोऽपि अन्यसु विषये नास्ति एतत् सूत्रमपि अस्माभिः तत्र पठनीयम् अतः तत्र कुरु भवति अनन्तरं हा इदानीं वदतु भगिनि कुर्वत् कथं भवति कुरु योग अत् कुरु योग अत् अत् इति आर्धधातुकप्रत्ययः अस्ति अतः गुणस्य प्रसक्तिः अस्ति कुरु अधिक अत् यञ्चति भवति कुर्वत् इति भवति अत्र सी अत्र अत्र द्रष्टव्यम् अत्र अस्माभिः अत्रापि उकारान्तरूपी अङ्गम् अस्ति परन्तु अत्र उकारः धातुरूपी अङ्गं नास्ति सो अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसङ्गः अत्र नास्ति दिस् इस् वाट् वी हेव् टु रिमेम्बर् वाट् इस् द डिफ्रेन्स् अत्र सि अत्र सार्वधातुक अपि अजादि सार्वधातुक प्रत्ययः परे अस्ति अजादि अतीते अजादि सार्वधातुक अपि प्रत्ययः अस्ति कुरु इति उकारान्तरूपी अङ्गम् अस्ति परन्तु धातुरूपी अङ्गं नास्ति अत्र उकारः यः अन्ते अस्ति सः तु विकरणप्रत्ययस्य उकारः न तु धातु उकारः उकारः यः अत्र अङ्गे श्रूयते अन्ते सः विकरणप्रत्ययस्य उकारः सो अचिष्णु धातु अचिष्णु धातु तत्र धातु इति पदमपि अस्ति न तस्मिन् सूत्रे अस्माभिः अहं चिन्तयामि पठितं पूर्वे पठितं वा न पठितं सो तत्र अचिष्णु धातु ब्रुवाम् इति सूत्रे न केवलं शृणु प्रत्ययस्य विषये अत्र अस्ति परन्तु धातु विषये अपि अस्ति अचिष्णु धातु ब्रुवाम् सो शृणु धातु अपि च ब्रू ब्रू इति प्रातिपदिकस्य विषये अस्ति सो शृणु तु स्वादिगणे अस्ति धातु किम् युवोः धातोः इकारान्त् उकारान्त् धातुः अत्र दिस् कुरु इति यः अस्ति सः इकारान्त् उकारान्त् धातु नास्ति तत्तु अङ्गम् अस्ति तत्र उकारः धातु इकारः नास्ति धातु उकारः नास्ति सः तु विकरणप्रत्ययस्य उकारः अतः तत्र इयङ् वङ् इति न भवितुं शक्नोति तत्र तु सामान्य सन्धि कार्यमस्ति किमस्ति इकोयनचि अत्र केव इकोयनचि इत्यनेन यनादेशः भवति न तु किमपि विशिष्टसूत्रेण सो अत्र इकोयनचि इत्यनेन एव शक्नु आप्नु तत्रापि उकारः प्रत्ययस्य एव परन्तु किं भगिनि आं तत्र तु न अत्र सूत्रे तु शृणु विषये साक्षात् उक्तमस्ति न शृणु तु सेपरेट्लि दत्तमस्ति न भगिनि सूत्रे अस्मिन् सूत्रे शृणु विषये तु भिन्नरूपेण दत्तमस्ति न केवलं सुप्रत्यान्तङ्गम् एव अस्ति प्रथम पदार्थः द्वितीयपदार्थः अस्ति युवोः धातोः इकारान्त् उकारान्त् धातुः धातु इति साक्षात् उक्तमस्ति सः सो कुरु इति यः अस्ति धातु नास्ति, कुरु इति अङ्गम् अस्ति. कुरु इस् नाट् अ धातु, कुरु इस् अन् अङ्गम्. अतः अत्र युवोः धातुः इति, धातु इति साक्षात् कस्मिंश्चित् सूत्रे किमपि पदमस्ति तु व्यर्थता एवमेव तत्र पदं न दत्तं, तत्र अर्थः भवति. सम्बडि विल् आस्क् न, अत्र धातुः अपि अस्ति, अस्तु भ्रूतप्रातिपदिकमस्ति तत् त्यजतु. सो युवोः इति यः अस्ति, युवोः इति विशेषणं भवति. कस्य कृते? ब्रू मध्ये तत्र आवश्यकता नास्ति, शृणु मध्ये अपि आवश्यकता नास्ति. तत्र उकारः तु दत्तमेव, ब्रू अपि उकारः दत्तमेव. सो केवलं धातो विषये एव युवोः इति विशेषणमस्ति. कीदृशधातोः इयङुवङादेशः? युवोः धातोः. युवोः इत्युक्ते इकारान्त् उकारान्त् धातोः. आम्, अत्र पश्यतु भगिनि, अत्र धीरूपि धातुरूपि अङ्गं दत्तम्, अत्र उदाहरणं दत्तम् अस्मिन् सूत्रे. स्क्रीन् दृश्यते वा? धीधारणे इति धातु अस्ति, तुदादिगणस्य धातुः अस्ति. अतः श मध्ये आयाति, तुदादिभ्यः श, लट्लकारस्य विवक्षायां. सो धीयोग श योग, अत्र श प्रत्याकारः अवशिष्यते. अजादि सार्वधातु कपित् प्रत्ययः इदानीं परे अस्ति. अचि शृणु धातु ब्रुवाम् इति सूत्रे अजादिप्रत्ययः सार्वधा अजादिप्रत्ययः परे भवेत्. सो अजादिप्रत्ययः परे अस्ति, पूर्वे इकारान्त धातुरूपी अङ्गमस्ति, अतः इयङादेशः भवति. इकारस्य स्थाने उकारस्य उवङ् इकारस्य इयङ्. परन्तु कुरु यः अस्ति धातुरूपी अङ्गं नास्ति, युवोः धातु नास्ति, अङ्गम् अस्ति. तत्र अन्ते यः उकारः सः विकरं प्रत्ययस्य उकारः, अतः तत्र एतत् सूत्रस्य प्रसङ्गः नास्ति. तत्र तु सामान्य इको यन् अचि इत्यनेन यनादेशः भवति इति. सो दिस् इस् वाट् इस् स्पेशल् अबौट् युवोः धातोः. सो युवोः धातोः इकारान्त् उकारान्त् धातुरूपी अङ्गमस्ति, इत्युक्ते अन्ते इकारः, विशेषणं तदन्तविधिः अस्ति. इकारः उकारः तादृशधातोः अन्ते भवेत्. सो वी नीड् टु अण्डर्स्टाण्ड् द सूत्र इन् द सम्पूर्ण. अत्र न केवलं शृणु विषये अस्ति, धातुविषये अपि अस्ति, ब्रूविषये अपि अस्ति. सो धातु इत्युक्ते कीदृशधातोः? सर्वेषां धातोः न, युवोः धातोः. अतः युवोर् इयङ् वङ्गौ इति लिखितमस्ति. सो षष्ठीद्विवचनम् अस्ति बिकास् पदार्थद्वयम् न केवलम् इकारः उकारः अपि अस्ति, इकार उकारयोः धातोः. सो अत्र तु इको यन् अचीतनेन उकारस्य वकारादेशः भवति. सो कुर्वत् इति प्रातिपदिकं सामान्यसन्धिसूत्कार्यम् इको यन् अचि. कृतधातुः तनादिगणगणस्य धातुः एव खलु? किमर्थं सेपरेट्लि मेन्शन् कृतवान् भयः इति? आम्, सो अत्रापि प्रश्नः आयाति, तनादिगणे एव कृधातुः, किमर्थं विशेषरूपेण कृञ् उक्तमस्ति? तत्र कोऽपि आवश्यकता अस्ति वा? तनादिगणे तु क्रूधातु अस्ति एव, तस्य ग्रहणम् अस्मिन् गणे भवति एव, किमर्थम् अस्मिन् सूत्रे विशेषरूपेण कृञ्युक्तम् अस्ति? सो यत्र सार्वधातुप्रक्रिया भवति तत्र आक्चुलि तनादिगणे ये धातवः सन्ति तत्र एकं सूत्रम् अस्ति, वकारादि मकारादि प्रत्ययपरे तत्र उकारस्य लोपः भवति. सूत्रं किम्? वाट् वास् द सूत्र? ऐ डोण्ट् रिमेम्बर्, वन् सेकेण्ड् भगिनि. सो परन्तु नित्यं करोति, वन् सेकेण्ड् ऐ विल् चेक् देट् सूत्रं. नित्यं नित्यं करोति. आम्, सो नित्यं करोति इति सूत्रम् अगेन् क्रू डुक्रै धातुविषये अस्ति, क्रू धातुविषये अस्ति. सो क्रूधातुविषये तत्र मकारादि वकारादि प्रत्ययः परे अस्ति, यथा वस् मस् प्रत्ययः, वकारादि मकारादि प्रत्ययपरे तत्र तादृश ऊविकरणस्य उतः लोपः भवति, परन्तु अन्येषां तनादिगणे ये क्रू विहाय अन्यधातवः सन्ति तत्र विकल्पेन लोपः भवति, अतः रूपद्वयं सर्वदा तत्र दृश्यते, परन्तु क्रूधातुविषये तु नित्यं करोतेः इति सूत्रेण नित्यरूपेण तस्य उकारस्य लोपः भवति मा व प्रत्ययपरे. अतः अत्र विशेषरूपेण क्रू दत्तं बिकास् अत्र क्रू विषये एतत् सूत्रं प्रवर्तते, नित्यं करोति इति सूत्रं प्रवर्तते. अतः तत्र व्याख्यानेषु तत्र लिखितमस्ति किमर्थम् अस्मिन् सूत्रे तनादिकृन्भ्यः उः इति सूत्रे क्रू धातुः सपरेट्लि दत्तमस्ति, तस्य ग्रहणं तु तनादिगणे भवति एव. सो विषये दट् पाणिनिमहर्षि लाघवम् इच्छति, सो किमर्थमत्र लाघवार्थं सः तत्र केवलं तनादिभ्यः उः एव न उक्तम्, किमर्थं सः तनादिकृञ्भ्यः उक्तम्? दिस् इस् द रीज़न् बिकास् तनादिगणे ये क्रू विहाय अन्यदातवः सन्ति अत्र अत्र एव आमाम् अत्र एव अस्ति एतत् सूत्रमस्ति, लोपश्च अस्य अन्यतरस्याम्, अन्यतरस्याम् इत्युक्ते वा कार्यं वा अस्ति, अन्यतरस्याम् इत्युक्ते विकल्पेन कार्यम् अस्ति. सो मवोः इति यः अस्ति सः तत्र निमित्तम् अस्ति. सो अत्र किम् अस्ति, असंयोगपूर्वः यः प्रत्ययान्त उकारः तस्य मकारे वकारे च परे विकल्पेन लोपः भवति, साक्षात् अनन्तरं वदति नित्यं करोति, परन्तु इदानीं यः पूर्वे अन्यतरस्याम् इति यः कार्यं विकल्पेन आसीत् करोतु विषये तु नित्यं भवति सः, अतः एकमेव रूपम् अस्ति. अत्र किमपि उदाहरणञ्चि सो सो मवोः इत्यनेन मकारवकार च परे, सो इत्युक्ते मस् परे वस् परे इति यः प्रत्ययः अस्ति तत्र तस्य उकारस्य उकारः कुत्र आयाति, अस्मिन् गणे अपि आयाति, कुत्रापि श्नु प्रत्यये अपि उकारः अस्ति. सो व परे सो न केवलं सो ये अत्र सि अत्र उकारः कस्य उकारः भवेत् इति न उक्तम्. सो असंयोगपूर्व परन्तु अङ्गस्य अधिकारः अस्ति, सो प्रत्ययकारणेन एव. सो यः मकारः वकारः उक्तम् अस्ति सः प्रत्ययस्य मकारः प्रत्ययस्य वकारः, बिकास् अङ्गस्य अधिकारः अस्ति. That is why अस्मिन् सूत्रे अस्मिन् तनादिकृन्भ्यः उः सूत्रे क्रू प्रत्ययः विशेषरूपेण दत्तम् अस्ति, बिकास् एतत् कार्यं क्रू धातुविषये तु नित्येन भवति, अन्येषां कृते तु विकल्पेन भवति उकारलोपः. तत्रापि अस्मिन् गणे अपि उकारविकरणप्रत्ययः आयाति सार्वधातुप्रक्रियायां, सर्वत्र उकारः आयाति, तस्य उकारस्य लोपः अनेन सूत्रेण, परन्तु अन्यतरस्यां विकल्पेन भवति, अतः रूपद्वयस्य. अत्र पश्यामः तनादि धातुपाठः तन् इति धातु पश्यामः तनादिगणस्य तन् धातुः. अत्र वट् वेर् वि डिस्कसिङ्ग् आम् अत्र पश्यतु भगिनि, तनुवः तन्वः. सो एकस्मिन् पक्षे विकरणप्रत्ययः उकारः श्रूयते, अन्यस्मिन् पक्षे उकारस्य लोपः भवति. तनुवः तन्वः तनुमः तन्मः सर्वेषां धातूनां कृते तथैव अस्ति रूपद्वयस्य सिद्धिः. सो लोपश्च अन्य लोपश्च अस्य अन्यतरस्याम् इति सूत्रेण तत्र तनादिगणे ये अन्यधातवः सन्ति तेषाम् उकारलोपः भवति सार्वधातुक अपित् प्रत्ययपरे, अतः रूपद्वयस्य सिद्धिः. परन्तु क्रू विषये तु एकमेव रूपमस्ति, कुर्वः कुर्मः, तत्र तु नित्यं करोति इति सूत्रेण तत्र नित्यरूपेण उकारलोपः भवति. कुर्वः कुर्मः एकमेव रूपम् अस्ति. अतः तनादिकृण्भ्यः इति सूत्रे कृञ् धातुः सेपरेट्लि दत्तम् अस्ति. बिकास् इट् आल्सो टेल्स् मी देट् सम् विशेष प्रक्रिया अबौट् कृ धातुः न केवलं नित्यं करोति अपि च अतुत्सार्वधातुके. अतुत्सार्वधातुके इति सूत्रमपि क्रूधातुविषये एव अस्ति. अकार उत्तरवर्तीयः ककार उत्तरवर्तीयः अकारः तस्य उकारः भवति. कुरुतः कुरुतः कुर्वः कुर्म परन्तु अत्र तु करोमि करोति इति अस्ति. अत्रापि एकमेव रूपम्. उकारस्य तु नित्यरूपेण लोपः भवति. कस्य उकारस्य? कुरु इति अङ्गे यः अन्ते उकारः अस्ति वकार मकार आदिप्रत्यये परे तस्य उकारस्य लोपः भवति. अतः कुर्वः कुर्मः. अवगतं वा भगिनि? क्षम्यतां. वदतु महोदय. नमस्कारः. अत्र करोतेः तु करोते शब्द अस्ति. कृ धातु न वदति अत्र. करोते करोते दि इवाल्व्ड् फार्म् of kr. It is not dhatu, it is karote. Karote tatra ekam vartikam asti ikshipto dhatu nirdeshah. Sutreshu dhatu nirdeshartham tatra ik pratyah bhavati athva stip pratyah bhavati. So atra to stip pratyah asti. So but it is karo kru dhatuh eva. अत्र पश्यतु वन् सेकेण्ड्. इफ् ऐ एम् करेक्ट् देन् लेट् मी चेक्. वर्णोपि वर्तते. वाट् वास् अ सूत्र? नित्यं करोति. स्वात्र करोति इत्यनेन लुक्रिङ् करणे इति तनादिगणस्य धातुः तस्य विषये एव अस्ति महोदय. सो यद्यपि अत्र करोति इति यः अस्ति बिकास् क्रु धातु इस् एन् उभयपदी धातुः. उभयपदी धातुः अस्ति चेत् वी केन् एड् द तिप् प्रत्ययः आल्सो त प्रत्ययः आल्सो बिकास् दिस् इस् एन् उभयपदी धातु. अतः करोते इति रूपम् अस्ति अत्र. अत्र व्याख्या दत्तं वा न दत्तम्? सूत्रसङ्ख्या अत् उत्सर्व दातु के अत् उत्सर्व दातु के 110 this karote comes in 64108 nityam karote. So see atra this karote padam comes first in the sutras in this sutra only nityam karote. So this karote iti padam asmin sutra yah karote iti padam yah uktam asti saha dukrai dhatu vishay asti na tu there is one another dhatu krui dhatu. But this karote is, see how we can explain the Panini Sutras by the Vyakhya only. Whichever Vyakhya is given, we understand. We are not that much strong that we will discuss. We will have our own interpretation. So, atra likhitam asti. Dukrai karane iti tanadi ganasya dhato ho. Vishaye eva asti etat karote. So, tasi. So, अग्रिमेषु सूत्रेषु यत्र करोते करोते इति पदस्य अनुवृत्तिः अस्ति सः करोते तु तत्र डुक्रै धातुविषये एव अस्ति. कोऽपि अन्यधातुविषये नास्ति. दिस् वी केन् अण्डर्स्टाण्ड् फ्राम् द व्याख्या ओन्ली नाट् फ्राम् द एक्साक्ट् सूत्र. सो व्याख्या टेल्स् मी देट् दिस् करोते इस् वित् रेस्पेक्ट् टु डुक्रै धातुः विच् इस् आफ् तनादिगणस्य धातु. तावदेव वक्तुं शक्यते महोदय. अस्तु, एतत् ई बिन्दुः अवगतं वा सर्वैः? अत्र कोऽपि प्रश्नः अस्ति वा प्रक्रियाविषये? चेतना भगिनी अवगतं वा किमर्थं क्रुञ् इति सेपरेट्लि दत्तमस्ति? अस्मिन् गणे तनादिगणे क्रुञ् इति विशेषधातुः, क्रूधातुविषये तत्र विशेषकार्यमस्ति, अतः क्रुञ् इति सेपरेट्लि दत्तमस्ति. क्रुञ् विशेषः कदा भवति अस्मिन् गणे? यत्र ऊविकरणप्रत्ययः. ऊ कुत्र आयाति? सार्वधातुप्रक्रियायाम् आयाति. आर्धधातुप्रक्रियायां तु ऊ न आयाति, अतः सेपरेट्लि दत्तमस्ति. अत्र एकम् अन्यत् बिन्दुः अस्ति, अत्र ऊनिमित्तीकृत्य ये तनादिगणे अन्यधातवः सन्ति. तनादिगणस्य लिस्ट् अस्ति वा? Can we get the gana? Gana paathaha tana. Tatra tana di gana shi na. Eta to nasti. Had filters. Haa. Tana di gana. Tana di gana kevalam dasha data vaha eva santi. Tana di gana is a very lagu gana. अस्मिन् गणे केवलं दशधातवः एव सन्ति. तन् सन् क्षन् तन् सन् षन् ऋण् न तन् सन् षन् विषये तु गुणप्रसङ्गः नास्ति. लीव् दिस् अप् सेपरेट्. क्षिण् ऋण् तृण् गृण् वन् अपि गुणप्रसङ्गः नास्ति, मन् अपि गुणप्रसङ्गः नास्ति. सो यत्र येषु धातुषु गुणप्रसङ्गः अस्ति तत्रापि विकल्पेन गुणः भवति. नित्ये ऊनिमित्तीकृत्य विकल्पेन गुणः भवति. दिस् इस् आल्सो विशेष अबौट् दिस् तनादिगण. सो देर् आर् तत्र रूपद्वयस्य सिद्धिः भवति. इफ् ऐ टेक् दिस् क्षिणधातुः अथवा ऋणधातुः. ऋणधातुः अत्र पश्यतु, रूपद्वयस्य सिद्धिः, बिकास् अस्मिन् गणे ऊनिमित्तीकृत्य तु गुणः अस्ति एव. अर्धधातुप्रत्ययः अस्ति, कितनित् भिन्नः अस्ति. यदि धातोः गुणप्रसङ्गः अस्ति चेत् सामान्यचिन्तनं किं गुणः करणीयम्? परन्तु अत्र अन्येषां धातूनां विषये विकल्पेन गुणः भवति. एकस्मिन् पक्षे गुणः भवति, अन्यस्मिन् पक्षे ऋणोति इति यः अस्ति तत्र गुणः न श्रूयते. ऋणु इति अङ्गम् अस्ति, अनन्तरं तिप् प्रत्ययस्य कारणेन उकारस्य ओ भवति, ऋणोति. परन्तु एकस्मिन् पक्षे रु अर् भवति, अर्णोति इति रूपम्. आर् यु अण्डर्स्टाण्डिङ्ग् वट् ऐ एम् सेयिङ्ग्? वट् एवर् ऐ एम् सेयिङ्ग्, आर् यु गेटिङ्ग् द पायिण्ट्? सो तनादिगणे ये अन्यधातवः सन्ति यत्र गुणप्रसङ्गः दृश्यते तत्र अपि विकल्पेन गुणः भवति ऊनिमित्तीकृत्य. परन्तु क्रूधातुविषये तु एकमेव रूपम् अस्ति, तत्र कोऽपि विकल्पः न श्रूयते. क्रूधातुः विषये एकमेव रूपम् अस्ति, ऊनिमित्तीकृत्य एकमेव रूपम् अस्ति. परन्तु अन्येषां धातुविषये यत्र यथा तृणधातुः अत्रापि तर् भवति, तृतर् भवति, तर् अन्यस्मिन् पक्षे तृणोति एव रूपं भवति. सो ऊनिमित्तीकृत्य अत्र विकल्पेन अन्येषां कृते गुणः भवति, परन्तु क्रू विषये तु विशेषकार्यमस्ति, अतः अत्र विशेषरूपेण क्रू दत्तमस्ति. सर्वेषां विषये तथैव अस्ति, यत्र गुणप्रसङ्गः गृण्यधातुः, अत्रापि रूपद्वयस्य सिद्धिः ऊनिमिति कृत्य. भिन्नसूत्रं वा महोदय? सूत्रं नास्ति तत्र, अहं चिन्तयामि वार्तिकम् अस्ति. अत्र दत्तं वा न दत्तम् एकवारं पश्यामः. अत्र विषये अस्मित् यत्र गुणः न भवति अस्ति. एक्चुवलि अत्र सी एक्चुवलि ऐ विल् टेल् यू द सार् बट् ऐ डोण्ट् रिमेम्बर् देट् वार्तिकम् अर् सूत्रम्. चिन्तयामि. सो अत्र अस्मिन् गणे कोऽपि इगन्तदातु नास्ति, परन्तु अत्र इगन्त तु एकमेव अस्ति, क्रू धातुः. ये अन्यधातवः सन्ति, आमामां तद् तदपि कारणमस्ति. ये अन्यधातवः सन्ति यथा ग्रुञ् तृन् ऋण् शृन्, अत्र उपधायाम् इकवर्णः अस्ति, लघु इकवर्णः अस्ति. सो दट् वार्तिकं टेल्स् मी दट् पुगन्तलघुपदस्य च परिभाषा अस्ति, वार्तिकं नास्ति. परिभाषा रिटन् इट् सम्वेर् बट् so many notes and I am not able to find anything on time. So puganta lagu padasya cha iti sutrena yah gunah asti sah sangya nimitti krit gunah asti. So sangya nimitti krit karyam yah asti sah vikalpena eka paribhasha asti tatra drishtva vadami. So tatra vadati yatra karyam संज्ञारूपेण गुणः इति किम् अस्ति, गुणः इति किम् अस्ति व्याकरणशास्त्रे, गुणः इत्युक्ते किम्? संज्ञा, संज्ञा अस्ति इत्युक्ते गुणः इति टेक्निकल् नेम् अस्ति, नामकरणम् अस्ति. सो संज्ञा आधारीकृत्य यः विधिः उक्तम् अस्ति सः विकल्पेन भवति. एका परिभाषा अस्ति तत्र दृष्ट्वा वदामि इदानीं तु न स्मरामः. परिभाषा इन्दुशेखर. अतः तत्र पुगन्तलघुपदस्य च इत्यनेन यः गुणः भवति सः गुणः इति संज्ञा रूपेण उक्त्वा अस्ति, तादृशविधिः विकल्पेन भवति इति तादृश तत्र परिभाषा अस्ति. किमस्ति गुण, मे बि पुगन्तलघुपदस्य च इति सूत्रे सा परिभाषा दत्तमस्ति. पुगन्त न दत्तं वा? दृष्ट्वा वदामि, कुत्रचित् तु दत्तमस्ति. अतः तेन एव परिभाषया एव वयम् अवगन्तुं शक्यते अत्र यः केवलं तनादिगणे एव तादृश तस्य उल्लेखः भवति. मया अपि सम्यक् रूपेण तत् परिभाषा न पठितम्, इदानीमेव श्रुतम्. अतः तनादिगणे तत्र अन्येषां पुगन्तलघुपदस्य च इति सूत्रस्य यत्र प्रसक्तिः भवति तत्र कार्यं विकल्पेन भवति. अतः तदपि विशेषः अस्ति, तनादिगणे ये अन्यधातवः, ये नवधातवः, अपि च क्रू इति विशेषधातुः. क्रू तु इगन्तमस्ति, तत्र तु कोऽपि चिन्ता नास्ति, परन्तु अन्ये धातवः ये इगुपदधातवः सन्ति तत्र विकल्पेन ऊनिमिति कृत्य गुणः भवति, अतः रूपद्वयस्य सिद्धिः तत्र सर्वत्र श्रूयते, यत्र यत्र गुणप्रसङ्गः. क्रूविषये तु एकमेव रूपम् अस्ति इति अत्र विशेषः रुधातुः. इदानीं तत्र रुदादिगणे तत् समापयामः, चिन्तयामि. कोऽपि अन्य पठितुमिच्छति वा? चन्द्रमाति भगिनी पठितुमिच्छति वा? भगिनी एफ् बिन्दुः रुदादिगणे रुधादिगणे एकमेव विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं भवति, तश्च केवलं यत्र स्नम् प्रत्ययात् परं धातौ नकारः वर्तते. स्नम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः स्नान्नलोपः षष्ठाध्याये चतुर्थपादे त्रयोविंशतितमं सूत्रम् इत्यनेन भवति, इत्यनेन सूत्रेण. यदा उन्द् योगः स्नम् यथा उन्द् योगः स्नम् योगः अत् उनन्द् योगः अत् उनन्द् इत्यस्मिन् स्नम् प्रत्ययात् परं धातौ नकारः वर्तते अतः स्नान्नलोपः इत्यनेन स्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः उनन्दयोगः उनद् योगः अभित्सु सार्वधातुक नकारेषु स्नम् प्रत्यये स्थितस्य अकारस्य लोपः भवति स्नसोरन्लोपः षष्ठाध्याये चतुर्थपादे एकशग अधिक एक एकादश इत्यनेन सूत्रेण उन्द् योगात् वर्णमेलने उनन्द् उन्नत् अल्ल उन्दत् पुंसि उन्दन् इति भवति. अत्र रुधादिगणे विवरणप्रत्ययः स्तम् अस्ति. सत्प्रत्यये परे स्थितस्य नकारस्य लोभः स्नान्नलोभः इत्यनेन सूत्रेण भवति नकारस्य स्नाप्रत्ययस्य नकारस्य लोभः स्नान्नलोभः इत्यनेन सूत्रेण भवति. उदाहरणमस्ति उन्द् योगः स्नम् प्रत्ययः अत्र नकारस्य उन्द् योगः स्नम् योगः अत् शत्रुप्रत्ययः. अत्र प्रथमं स्नम् इति प्रत्ययस्य नकारः चित्तश्च उद्यात् परः इति सूत्रेण अन्तिम अकार अल अच्युवर्णस्य परे आयाति. अतः उनन्द् इति रूपं भवति. उनन्द् उनन्दयोगम् प्रत्यय अवशिष्टभागः कः भगिनि? शकारः मकारः द्वयोः लोपः भवति. लशप्रतिदेशसूत्रेण अलन्द्यमिति सूत्रेण मकारस्य अवशिष्टभागः कः? अवशिष्टभागः कः? न नकारः अकारः केवलं नकारः नास्ति, नकारः अकारः अस्ति. नकार अकारः अस्ति स्वरेण सह आगच्छति. अतः उनन्द् उन इति उ अनन्तरं न इति प्रत्ययस्य नकारः अस्ति. अनन्तरं न अत्र धातोः नकारः अस्ति. उनन्द् पुनः योगः अत् प्रत्यस्मिन् स्नम् प्रत्ययं परं धातोः नकारः वर्तते. अतः स्नान्नलोभः इत्यनेन स्नम् प्रत्ययात् उत्तरस्य नकारस्य लोभः अनन्तरं भवति. स्नान्नलोभ अत्र स्नात् इति अस्ति. स्नात् इति पञ्चम्यन्तम् अस्ति. स्नात् न लोपः, स्नात् न लोपः, नकारलोपः. स्नात् अनन्तरं नकारलोपः. स्नान् तत्र अत्र आत् यः अस्ति न भगिनि, अत्र पञ्चमी विभक्ति अस्ति. सो अत्र श्ना एव अस्ति. श्नम् प्रत्ययस्य विषये एव अस्ति एतत् सूत्रं. केवलं श्नम् प्रत्ययस्य, डोण्ट् कन्सिडर् इट् एस् श्ना. क्रयादिगणस्य श्ना न अस्ति, अत्र पञ्चमी अस्ति. श्नम् प्रत्ययस्य विषये एव अस्ति स्नात् लोपः. स्नात् न लोभः. स्ना प्रत्यये परे धातोः नकारस्य लोभः भवति इति अस्ति. स्ना प्रत्यये परे धातोः नकारस्य लोभः भवति. तदेव उनन्द् योगः अत् उनद् इति भवति. धातोः नकारः अवगच्छति, प्रत्ययस्य नकारः तिष्ठति. उनद् प्रत्ययनकारः इति वर्णद्वयम् अस्ति. अनन्तरं तद् अपित्सु प्रत्यये सार्वधातुकेषु स्नम् प्रत्यये स्थितस्य अकारस्य लोभः भवति. अपित् सार्वधातुकप्रत्ययः अस्ति चेत् परे अस्ति चेत् स्नम् स्नम् प्रत्ययः अकारः. स्नम् प्रत्ययः न केवलं न अस्ति, नकारः अस्ति, अकारः अस्ति, तस्य अकारस्य लोपः. प्रत्ययनकारस्य प्रत्यय न योगः तस्य अकारस्य लोपः भवति. पुनः स्न सकारयोः स्नस्य योगः स्न प्रत्ययस्य अनन्तरं सकारस्य वा? न न, अत्र अस्ति, न केवलं श्नम् अस्ति, अस् लोपः, अस् अकारलोपः अपि भवति. अस् अस् इति धातुः, अस् धातोः अल्लोपः अल्लोपः इत्युक्ते अत्लोपः, ह्रस्व अकारलोपः, अत्लोपः. न प्रत्ययस्य अनन्तरम् असु धातोः अपि अकारस्य लोपः भवति सार्वधातुक प्रत्यये परे, अतः एव अस्तिकः सन्ति इति भवति. सत्यं. सो अनेन सूत्रेण अस्तु धातुः ह्रस्व अकारलोपः भवति कदा अपित्सु सार्वधातुक प्रत्ययेषु. यदा अपित् सार्वधातुक पित् अस्ति चेत् न भवति, तिप् तस् जि अस्ति चेत् न भवति, अस्ति असि अस्मि. परन्तु स्तः स्थः स्मः स्वः इति तत्र अत्लोपः अकारलोपः अत्लोपः भवति. आम् प्रायशः मेबि. सो अत्र अल्लोपः इत्युक्ते अत्लोपः, अत्लोपः इत्युक्ते ह्रस्व अकारलोपः, तपरकरणमस्ति. रुदादिगणे कार्यद्वयम्, एकमस्ति यद् धातो एव मूले एव नकारः अस्ति, शिनं प्रत्ययस्य कारणेन किं किं भवति तत्र, शिनं प्रत्ययस्य कारणेन तस्य नकारस्य धातोः नकारः अपगच्छति, अनन्तरं प्रत्ययस्य आकारः अपगच्छति, प्रत्ययस्य शिनं प्रत्ययस्य आकारः अपि अपगच्छति यदा तत्र अपित् सार्वधातुक अस्ति, तदा एव अकारलोपः भवति, अन्यथा न भवति. सो अत्र शत्रन्त्रप्रकरणे सार्वधातुक अपित् प्रत्ययः अस्ति, शत्रुप्रत्ययः, अतः कार्यम् अस्ति. सो उन्दत् इति प्रातिपदिकं भवति. सो षण्णां लोपः अपरोपः, एतत् सूत्रद्वयमपि तत्र पठितवान्, पठतु एकवारं. स्नात् न लोपः इत्युक्ते स्नात् प्रत्यये परे नकारस्य लोभः भवति, तद् धातोः नकारस्य लोभः अस्ति. सो विकर्षणं प्रत्ययः विकम् इन्दं मध्ये धातोः मध्ये एव आयाति, अतः तत्र सः तस्मिन् साक्षात् अनन्तरमेव नकारः भवेत्. स्नसोरलोपः सूत्रेण अकारस्य अत्र द्विवचनात् पदमस्ति, शंसोः अल्लोपः, शंसोः सो मेनि सूत्र, अतुत् सार्वधातुके श्नान् लोपः, शंसोर्लोपः, देन् देन् श्राव्यस्तोरातः, सो मेनि सूत्रा, न्यू सूत्रा, अचिष्णु धातु ब्रुवां हुष्णुः अत्र दीर्घः किमपि न भवति, अस्ना इति स्नम् अस्ति वा, स्नम् अत्र व्याख्या वदति, व्याख्यानेषु लिखितमस्ति श्नायः अस्ति, श्नं प्रत्ययविषये एव, अन्य किमपि न, श्नं विषये एव अस्ति. रीड् दीस् टु सूत्रास् आन् द अष्टाध्यायी डाट् काम्, सो यु विल् गेट् ए मोर् ऐडिया अबौट् द सूत्रास्. सो विकरणप्रत्ययस्य कारणेन धातौ किं किं कथं परिवर्तनं भवति इत्येव अस्मिन् पाठांशे अस्माभिः दृष्टम्. इदानीं तु स्थगामः. अस्तु, कोऽपि प्रश्नः अस्ति वा? अस्ति चेत् इदानीं स्थगामः, समयः अभवत्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः, नमस्कारः.